अस्तु, तर्हि अस्माकं विषयः अस्ति नूतनः अद्य विसर्गसन्धिः इति विषयः. वस्तुतः विसर्गसन्धेः विषयः जटिलो नास्ति, सर्वेषां मनसि अस्ति, बहूनां मनसि अस्ति यत् जटिल्यं जटिल्यं वर्तते, किन्तु तथा नास्ति. अद्य वयम् अनुभवामः, पश्येम किं किम् अस्ति इति. तर्हि करपत्रं सर्वेषां पुरतः स्यात्, अपि च पुस्तकमपि, नाम गीतप्रवेशस्य प्रथमभागस्य विसर्गसम्बद्ध अध्यायः अस्ति. किन्तु अत्रैव नाम विसर्गसन्धिः नाम्ना करपत्रम् इति अनेन आरभामहे. अत्र विद्याभगिनी पठति वा? करपत्रात्वात् महोदय. सत्यं. विसर्गसन्धिः प्रथमभागमपि पठनीयं वा जाह्नवीशिबिरस्य? अत्र वक्तव्यमस्ति हेगडे महोदयस्य महान् महत् साहाय्यम् अस्ति इति कृत्वा. अस्तु अस्तु. जाह्नवीशिबिरस्य 2011 तमे वर्षे हेगडे महोदयेन विसर्गसन्धेः विषये सुन्दरतया व्याख्यानं साधितं. तस्मिन् व्याख्याने भाट्टसूत्राणि विवृतानि. हेगडे महोदयस्य व्याख्यानम् आधारीकृत्य इदं करपत्रं रचितं. करपत्रं लक्ष्यम् एवं यत् भिन्नस्तरीयजनाः यदा पठन्ति तदा तेषां सर्वेषां विषयागमनं भवेत्. अतः यत्र यत्र प्रश्नाः अर्हाः तत्र तत्र विस्तारप्रयासः कृतः. अस्तु, अत्र अस्माकं माहेश्वरसूत्राणां परिचयः अस्ति एव, किन्तु अत्र येषां परिचयः नास्ति तेषां कृते अपि अस्ति, अतः मध्ये तादृशलघुपरिचयः दीयते. संक्षिप्तरूपेण दृष्ट्वा अग्रे गच्छामः तस्मिन् समये. अस्तु भगिनि. हा, विसर्गसन्धिः अत्यन्तं सुकरः. पाणिनिना विसर्गसन्धेः या पद्धतिः प्रदत्ता सा बहूनां कृते भ्रमजनाका. अतः सुखबोधाय श्रीमहाबलेश्वरभट्टः सूत्रपञ्चकं विरचितवान्. अयं सुलभविधिः अधः विस्तारितः भवति. विसर्गसन्धेः स्वरूपं. विसर्गसन्धौ विसर्गस्य गतिः विभिन्नरीत्या प्रवर्तते. कुत्रचित् विसर्गस्य स्थाने सकारः, कुत्रचित् रेपः, कुत्रचित् उकारः, अपि च कुत्रचित् विसर्गस्य लोपः इति. यथा रामः तिष्ठति, अत्र विसर्गस्य स्थाने सकारः रामस्तिष्ठति, अत्र विसर्गस्य स्थाने सकारः आगतः. कस्मिन्नपि उदाहरणे कीदृशं कार्यं भवेत् इति निर्णयार्थं किञ्चित् ज्ञानम् अपेक्षते. तदा ज्ञानं किम् इति अधुना तद् ज्ञानं किम् इति अधुना अवलोकयाम. अत्र विसर्गः इत्युक्ते सामान्यतया विसर्गः इत्युक्ते रामः इति यदि वदामः तर्हि रामः अनन्तरं बिन्दुद्वयं यत् अस्ति तदेव विसर्गः. वयं पूर्वमेव दृष्टवन्तः विसर्गः माहेश्वरसूत्रेषु न अन्तर्भूतः, विसर्गः अयोगवाहः इति. अत्र विसर्गसन्धिः इत्युक्ते विसर्गस्य परिवर्तनं, विसर्गस्य स्थाने किं भवति इति अस्ति. कुत्रचित् विसर्गस्य स्थाने सकारः, कुत्रचित् रेपः, कुत्रचित् उकारः, अपि च कुत्रचित् विसर्गस्य लोपः अपि भवति. उदाहरणमस्ति रामः तिष्ठति, अत्र रामः अनन्तरं विसर्गः, विसर्गस्य स्थाने सकारः, सकार आदेशः भवति. अधः विस्तृतरूपेण पञ्चस्तरीयसूत्राणि दत्तमस्ति. समीचीनमस्ति, धन्यवादः भगिनि. तर्हि अत्र भाट्टसूत्राणि नाम तत्र महाबलेश्वरभट्टः तेन विरचितानि सूत्राणि भाट्टसूत्राणि, यथा महेश्वरः किन्तु माहेश्वराणि सूत्राणि खलु, माहेश्वरः एवमेव भाट्टसूत्राणि इति नामकरणं कृतमस्ति. तत्र विसर्गस्य का गतिः, कुत्रचित् सकारः, कुत्रचित् रेफः, कुत्रचित् उकारः, कुत्रचित् लोपः इति सम्भावनाः सन्ति. तर्हि वस्तुतः पाणिनीयसूत्रैः एव एतत् सर्वं भवति. अनेकानि सूत्राणि सन्ति अपरस्मिन् अवसरे येषाम् अभिरुचिरस्ति तैः साकं वयं कर्तुं शक्नुमः एकस्मिन् दिने. किन्तु इदानीं सौलभ्यमस्ति अत्र केवलं पञ्चसूत्राणि भाट्टसूत्राणि किन्तु अनेन अस्माकं सर्वं सिद्ध्यति. तर्हि सौलभ्यमस्ति इति कृत्वा अस्मिन् मार्गे गच्छामः चेत् तत्र जयः प्राप्यते शीघ्रमेव. तर्हि अग्रे सरेम. अधुना बालसुब्रह्मण्यमान तत्र अग्रे पठति वा. विसर्गात् पूर्वं विसर्गात् परं च के वर्णाः? सर्वप्रथमं विसर्गात् पूर्वं के वर्णाः भवितुमर्हन्ति? विसर्गात् पूर्वं स्वराः सम्भवन्ति अ इ उ ऋ ल ए ओ ऐ औ इति. विसर्गात् पूर्वं व्यञ्जनं न भवितुमर्हति, तत्र केवलं स्वराः सम्भवन्ति. विसर्गस्य अनन्तरं के वर्णाः अर्हन्ति? विसर्गस्य अनन्तरं कोऽपि वर्णः भवितुम् अर्हति. सर्वे स्वराः, सर्वाणि व्यञ्जनानि च. अत्र वर्गीयव्यञ्जनानि लिखितानि इच्छति. विसर्गस्य पूर्वं विसर्गस्य परं के वर्णाः? सर्वप्रथमं विसर्गात् पूर्वं के वर्णाः भवितुमर्हन्ति इति प्रश्नः. विसर्गात् पूर्वस्वराः सम्भवन्ति. विसर्गात् पूर्वं स्वराः सम्भवन्ति. विसर्गात् पूर्वं व्यञ्जनः न सम्भवन्ति, स्वराः एव सम्भवन्ति. विसर्गात् पूर्वं व्यञ्जनं न भवितुम् अर्हति, तस्मात् केवलं स्वराः एव सम्भवन्ति. विसर्गस्य अनन्तरं के वर्णाः अर्हन्ति? विसर्गस्य अनन्तरं कोऽपि वर्णः भवितुम् अर्हति. कोऽपि स्वराः, व्यञ्जनः उभयः अपि भवितुम् अर्हन्ति. सर्वे स्वराः, सर्वाणि व्यञ्जनानि च. हा, बहु समीचीनमस्ति महोदय, धन्यवादः. वर्गीयव्यञ्जनानि लिखितानि. तर्हि इति मुख्यविचारः. विसर्गात् पूर्वं केवलं स्वराः इति मनसि सिद्धान्तः भवेत्. केवलं स्वराः सम्भवन्ति विसर्गात् पूर्वम्, अनन्तरं यः कोऽपि वर्णः भवितुमर्हति इति दृश्यम् अस्माकं पुरतः अपेक्षितः अस्ति. अस्तु, तर्हि इदानीं एतत् आधारीकृत्य अग्रे सर्तव्यमस्ति कीदृशनियमाः अपेक्षिताः. प्रथमतया वर्गीयव्यञ्जनानि तानि कानि इति महोदय? वर्गीयव्यञ्जनानि सर्वे अपि जनाः कख गघन सजन्य टट दधन तट दधन पपभम इत्यादि अकारेण सह व्यञ्जनानि लिखितानि उच्चारणार्थम् अन्यथा इक् इक् इग् एवम् अकारः संयोजनेन ख ख घ घ इति लिखितः उपरि. तर्हि क वर्गः, च वर्गः, ट वर्गः, त वर्गः, प वर्गः, प्रत्येकं वर्गस्य पञ्चसदस्याः आहत्य इति एव वर्गीयव्यञ्जनानि सन्ति. अस्तु, बहु समीचीनमस्ति. तर्हि सुब्रह्मण्यमहोदय तत्र अग्रे. सर्वाणि व्यञ्जनानि गणद्वये विभक्तानि. व्यञ्जनानि केवलं विसर्गात् अग्रे अर्हन्ति. तानि गणद्वये विभक्तानि. प्रथमगणः एकैकवर्गस्य प्रथमसदस्यद्वयम् अपि च स ष ष क ख च छ ट ठ त थ प फ स ष ष. गणस्य नामकरणं खर् वा कर्कषव्यञ्जनानि. अयं गणः स्मर्तव्यः. त्रयोदशवर्णाः सन्ति. द्वितीयगणः अवशिष्टसर्वाणि व्यञ्जनानि ग घ ञ ज झ ञ ड ढ ण द ध न ब भ म य व र ल ह. गणस्य नामकरणं हष् वा मृदुव्यञ्जनानि. यानि व्यञ्जनानि खर् इति गणे न सन्ति तानि सर्वाणि द्वितीयगणे सन्ति इत्येव ज्ञातव्यम्. इदानीमत्र विषयः अस्ति व्यञ्जनस्य विषयः. व्यञ्जनानि गणद्वये विभक्तानि. प्रथमगणे वर्गीय प्रथम सदस्यः अपि च द्वितीयसदस्यः अपि च स श ष एते सन्ति. गणस्य नामकरणमस्ति खर् अत्र माहेश्वरसूत्रेषु प्रत्याहारः यः अस्ति तदाधारेण अत्र खर् इति वक्तुं शक्नुमः. अपि च कर्कषव्यञ्जनं व्यञ्जनानि इति अपि वक्तुं शक्नुमः. अत्र अस्मिन् तत्र प्रदर्शयतु कृपया महोदय, तत्र अधोभागे अस्ति कथं खर् इति, केचन जनाः स्युः ये न अवगच्छेयुः. अत्र खर् इति माहेश्वरसूत्रेषु तत्र गत्वा महोदय. खर् प्रत्याहारे नाम एकवारम् उच्चारयतु कृपया माहेश्वराणि सूत्राणि. आं महोदय, एकवारं करिष्यामि, दृष्ट्वा वदामि. करपत्रे अस्ति एव करपत्रे. आं महोदय, माहेश्वरसूत्राणि अ इ उण् ऋ लुक् ऋलुक् ए ओङ् ऐ औच् अयवरट् लन् यमगणनं झभै घड धश् जबगड दश ख फ छ ठ थ च ट तौ कपै च ष सर् हौ. एतानि महेश्वरसूत्राणि. अस्मिन् खर् प्रत्याहार इत्युक्ते अत्र ख यः वर्णः अस्ति माहेश्वरसूत्रेषु तदारभ्य रेफपर्यन्तम् इत्युक्ते सर् पर्यन्तं ये वर्णाः सन्ति ते सर्वे खर् प्रत्याहारस्य स्तः व्यञ्जनानि. अतः खर् प्रत्याहारः इति वदामः. अपि च एते वर्णाः कर्कषव्यञ्जनानि अपि अपि वदामः. समीचीनमस्ति. तर्हि अत्र चतुर्दशवाक्यानि सन्ति. तत्र दण्डाः सन्ति खलु मध्ये. आधिक्येन अस्माकं सदस्याः जानीयुः एव, किन्तु एवमेव वदामि. तत्र चतुर्दशसूत्राणि सन्ति. अ इ ऊण् इति प्रथमं, रुल्रिक् इति द्वितीयम्, ए ओम् इति तृतीयमस्ति इत्यादिकं चतुर्दशसूत्राणि सन्ति, चतुर्दशवाक्यानि. अपि च यः कोऽपि वर्णः तस्मात् आरभ्य यस्य कस्यापि सूत्रस्य अन्तिमवर्णपर्यन्तं प्रत्याहारः नाम वर्णसमूहः इति वदामः. अतः प्रथमं तत्र अण् अ इ उ इत्यस्य सङ्ग्रहः, सङ्क्षेपः, सङ्क्षेपे नामकरणं क्रियते अण्. अक् अक् इति अ इ उ लृ, अ इ उ ऋ लृ इति वस्तुतः. तर्हि खर् तथा ख फ छ ठ थ च ट त क प श ष स. तत्र वर्णसङ्ग्रहे कस्यापि सूत्रस्य अन्तिमवर्णः न अन्तुर्भवति. अतः तत्र तत्र ख इत्यस्मिन् तत्र ख इत्यस्मात् आरभ्य यत् सूत्रमस्ति तत्र वकारः नान्तर्भवति, किन्तु वकारः एवमेव क प य य इति नास्ति. तत्र तत्र वर्णसमूहस्य कृते अस्तु समीचीनमस्ति. अत्र तर्हि खर् इत्यस्मिन् त्रयोदशवर्णाः सन्ति, ख च इति उपरि लिखितमस्ति खलु, तत्र त्रयोदशवर्णाः सन्ति. अनन्तरं व्यञ्जनानि यानि अवशिष्टानि सन्ति ते तानि सर्वाणि तत्र आहत्य सङ्गृह्य मृदुव्यञ्जनानि अथवा हश् तत्र माहेश्वरसूत्रेषु पश्यन्तु, तत्र ह इत्यस्मात् आरभ्य श पर्यन्तं हयवरट् लण् यमगणनं झभै घ ढ धश् जबगडदश् इति पर्यन्तं व्यञ्जनानि सन्ति इति हश् इति मनसि भवेत् वर्णसमूहद्वयम्. अस्तु समीचीनमस्ति इति इति प्रथमविचारः आधिक्येन जानीमः एव. अस्तु इतः अग्रे तर्हि इदानीं लक्ष्मीभगिनी अग्रे पठति वा? आं महोदय. एभिः सूत्रैः अवगम्यते. हा हा एतत् सर्वं इति त्यक्त्वा इदानीं वयं कृतवन्तः. हा नाम भाट्टसूत्राणि इति भाट्टसूत्राणि पञ्चसोपानानि. प्रथमं सोपानं विसर्गस्य पुरतः कः वर्णः. विसर्गस्य पुरतः खर् वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने सकारः भवति. तथा सा इत्येषु वर्णेषु परेषु सकारः, च छ स इत्येषु वर्णेषु परेषु शकारः. सकारः आयाति तदा सकारः शकारः भवति स्चुत्वसन्धिः इत्यनेन. तथ श इत्येषु वर्णेषु परेषु शकारः, सकारः आयाति तदा सकारः शकारः भवति स्टुत्वसन्धिः इत्यनेन. तावत् किमस्ति इति अनन्तरं अत्र भाट्टसूत्राणि पञ्चसोपानानि अत्र पञ्च सोपानानि दत्तानि. प्रथमं विसर्गसन्धेः निमित्तम् अत्र पञ्चसोपानानि दत्तानि. प्रथमं सोपानमस्ति विसर्गस्य पुरतः, इत्युक्ते विसर्गस्य अनन्तरं कः वर्णः अस्ति इति वयम् अधुना चिन्तयामः. यदि विसर्गस्य अनन्तरं खर् प्रत्याहारस्थवर्णः अस्ति चेत् तदा विसर्गस्य स्थाने सकारादेशः भवति. इति संहितायां विषये इति मनसि निधाय अग्रे गन्तव्यमस्ति. सर्वत्र संहितायां विषये नाम वाक्यस्तरे अस्माकं विकल्पः तु अस्ति एव. रामः गृहं गच्छति इति पृथक् पृथक् वदामः तत्र न कोऽपि दोषः. यत्र शीघ्रं वदामः तत्र नाम नैकट्यं सामीप्यम् आगच्छति, तदानीं सन्धेहे अवसरः इति बोधः स्यात्. सन्धेहे अवसरः यत्र भवति, कुत्र, यत्र वर्णसामीप्यमस्ति. अस्तु इति कृत्वा तत्र विसर्गस्य स्थाने सकारः भगिनी कदा भवति? यदि विसर्गस्य अनन्तरं तकारः अथवा थकारः अथवा सकारः अस्ति चेत् तयोः स्थाने विसर्गस्य स्थाने सकारादेशः भवति. यदि विसर्गस्य किन्तु केवलं संक्षेपे वदामः चेत् खरिपरे खरिपरे सकारः इति नाम तत्र सरलरीत्या येन येन मनसि स्मरणं स्यात् खरिपरे सकारः इति नियमः. विसर्गस्य पुरतः खर् वर्णः अस्ति चेत् विसर्गस्य स्थाने सकारादेशो भवति इति अस्ति. अनन्तरं पुनः अग्रे स्टुत्वसन्धिं स्टुत्वसन्धिं कृत्वा इति स्वाभाविकतया कुर्मः अग्रे षकारः षकारश्च. किन्तु सकारः आगच्छति इति मनसि भवति चेत् अग्रे चकारः चकारः षकार तालव्यषकारः वा दृश्यते चेत् वयं तु सकारस्य स्थाने तालव्यषकारं कुर्मः एव. किन्तु सारल्यम् अपेक्षितमस्ति. खरि परे सकारः, खर् नाम कः इति इदानीं वयम् अधीतवन्तः दृष्टवन्तः. तर्हि अत्र किमपि नास्ति, नाम सरलमेव खलु. अस्तु, हा इति खरि परे अस्ति. किन्तु तदुक्त्वे सति किञ्चित् इतोपि वक्तव्यमस्ति, किञ्चित् इतोपि वक्तव्यमस्ति अत्र. अस्तु, भवती एव पठतु कृपया. अत्र अनन्तरं मुखे च छ स इत्येषाम् उच्चारणस्थानं तुल्यमस्ति, अतः सकारस्य स्थाने षकारः आयाति. तथैव ता ठ ष इत्येषाम् उच्चारणस्थानं तुल्यमस्ति, अतः सकारस्य स्थाने षकारः आयाति इति. इति दृष्टं. किन्तु अग्रे किमस्ति? काखावर्णयोः परयोः विसर्गः यथावत् तिष्ठति, पापवर्णयोः परयोः विसर्गः यथावत् तिष्ठति. इत्युक्ते अत्र पञ्चवर्गाः सन्ति, काख कचटतप इति वर्गाः सन्ति. यदि काख अथवा पापवर्णयोः परतः विसर्गः अस्ति चेत् तत्र सकारस्य आदेशः न भवति, केवलं यथावत् विसर्गः तिष्ठति. परन्तु यद्यपि वयम् उक्तवन्तः यत् खरि परे, यतोहि किमस्ति ख ख प फ इति चत्वारः वर्णाः खर् प्रत्याहारे सन्ति, तथापि तेषु परेषु चतुर्षु वर्णेषु परेषु अयं सकारादेशः न भवति इति अस्ति. स्पष्टं खलु? अस्तु, इति अस्ति. खरि परे किन्तु एषु चतुर्षु परेषु न भवति इति. अस्तु, इदानीं रामप्रियभगिनी अग्रे पठति वा? आम् महोदय. प्रथमं बाट्टसूत्रं विसर्जनीयस्य सः करि ख ख ख फ पे तु विसर्गः. विसर्जनीयस्य षष्ट्यन्तं सः प्रथमान्तं, करि सप्तम्यन्तं, ख ख फ पे सप्तम्यन्तं. विसर्जनीयः इत्युक्ते विसर्गः, सः इत्युक्ते सकारः. ख ख फ पे इति कश्च खश्च पश्च पश्च एषां वर्णानां समाहारः. ख ख प फं तस्मिन् ख ख प फे समाहारद्वन्द्वसमासः. अत्र प्रथमं बाट्टसूत्रमस्ति, विसर्जनीयस्य सः खरि ख ख प फे तु विसर्गः इति सूत्रस्य नामं. विसर्जनीयस्य इति षष्ट्यन्तं पदमस्ति, अतः स्थाने विसर्जनीयस्य स्थाने सः प्रथम अस्ति वा? व्याकरणसूत्रेषु षष्टिविभक्तिः इत्युक्ते स्थाने, प्रथमा विभक्तिः इत्युक्ते आगच्छति आदेशः आगमः वा, सप्तमी विभक्तिः इत्युक्ते पूर्वकार्यं, पञ्चमी विभक्तिः इत्युक्ते परकार्यम्. अत्र कार्यम् इत्युक्ते विसर्गस्य स्थाने सकारादयः वर्णादेशः. तर्हि सूत्रस्य सारांशम् एवम्, विसर्गात् अग्रे कर्वर्णः अस्ति चेत् विसर्गस्य स्थाने सकारः, परन्तु विसर्गात् अग्रे ख ख फ प इति वर्णाः सन्ति चेत् विसर्गः एव तिष्ठति. सूत्रस्य अर्थः अत्र दत्तमस्ति. अत्र विसर्जनीयस्य सः खरि ख ख फ पे तु विसर्गः इति सूत्रं, तत्र षष्टिविभक्ति विसर्जनीयस्य इति षष्टिविभक्ति इत्युक्ते स्थाने इति अर्थं, प्रथमा विभक्ति सः इति प्रथमा विभक्ति आगच्छति इत्युक्ते आदेशः वा आगमः वा इति अर्थं करि सप्तमी विभक्त्याम् अस्ति इत्युक्ते पूर्वकार्यं कार्यं पूर्वं भवति करि परे पञ्चमी विभक्ति ख इत्युक्ते परक अत्र नास्ति आम् क ख पे पे अपि सप्तमी एव सप्तमी एव अत्र अर्थः अस्ति विसर्गात् अग्रे कर् वर्णः अस्ति चेत् विसर्गस्य स्थाने सकारः परन्तु विसर्गात् अग्रे यथा ख ख प फ इति वर्णः अस्ति सन्ति चेत् विसर्गः तादृशमेव तिष्ठति हा बहु समीचीनमस्ति इति स्पष्टं स्यात् प्रथमं सूत्रं नाम प्रथमसिद्धान्तः प्रथमनियमः विसर्जनीयस्य नाम विसर्गस्य स्थाने सकारादेशः भवति खरि किन्तु कख पफे तु विसर्गः एव तिष्ठति इति नियमः अस्ति अस्तु किञ्चित् पश्येम अग्रे किमस्ति इति पुष्पभगिनी अग्रे पठति वा अस्तु महोदय अस्तु अस्तु अभ्यासः रामः तिष्ठति रामस्तिष्ठति रामः चिन्तयति रामश्चिन्तयति रामः खादति रामः खादति अत्रैव तिष्ठति रामः पतति रामः पतति तथैव तिष्ठति अत्र विसर्गस्य आदौ परे सकारः अस्ति रामः तिष्ठति तत्र सकारः आयाति रामः चिन्तयति तत्र रामश्चिन्तयति तत्तु षकारः आयाति षकारः नाम किमस्ति षकारः भवति अनन्तरं यतो हि अनन्तरं षकारः आयाति अनन्तरं श्चुत्वसन्धि आयाति सकारः अस्तिष्ठति तत्तु चकारस्य प्रभावेन श्चुत्वसन्धि आयाति चकारस्य हा चकारस्य प्रभावेन रामः खादति तत्तु खकारः अस्ति तथैव विसर्गः तिष्ठति रामः पतति तत्तु पकारस्य प्रभावेन विसर्गः तिष्ठति अतः सर्वप्रथमं द्रष्टव्यं यत् विसर्गस्य पुरतः खर् वर्णः अस्ति न वा अस्ति चेत् विसर्गस्य स्थाने सकारादेशः भवति इति प्रथमं सोपानम् अस्तु समीचीनमस्ति तर्हि तत्र सर्वत्र सकारः भवति किन्तु अग्रे अग्रे तत्र कख पफ अस्ति चेत् न भवति इति तावता अस्ति अस्मिन् नियमे विसर्गात् पूर्वं कः वर्णः इति न चिन्तनीयः इति न चिन्तनीयमस्ति रामः तत्र विसर्गात् पूर्वम् अकारः अथवा रविः यथा किं यत्किमपि भवतु नाम तत्र न चिन्तनीयमस्ति अग्रे तदनन्तरं कः वर्णः अस्ति अत्र तकारः खरि अस्ति वा आम् चकारः खरि अस्ति वा आम् अतः सकारः अनन्तरं चकारस्य प्रभावेन सकारस्य स्थाने स्थालविषकारः किन्तु सकारः इति भवति अस्तु समीचीनमस्ति अग्रे राधिका भगिनी अस्ति वा आम् आं महोदय अस्मि अतः सर्वप्रथमं द्रष्टव्यं यत् विसर्गस्य पुरतः कवर्ग इति अभवत् विशेषः अकारे ककारे च जिह्वामूल्यः पकारे फकारे च जिह्वामूलीयः जिह्वामूलीयः पकारे फकारे च उपद्यमानीयः विकल्पेन भवतः अत्र रामः खादति इति वक्तुं शक्नुमः अथवा रामः खादति इति अपि वक्तुं शक्नुमः, एवमेव रामः पतति रामः पतति अपि वक्तुं शक्नुमः इति जिह्वामूलीयः उपमानीयः पतति विकल्पेन वक्तव्यम् इति. अत्र किं लगनस्ति इत्युक्ते, इत्युक्ते विकल्पेन रामः खादति इति वक्तुं शक्नुमः अथवा रामः खादति अपि वक्तुं शक्नुमः. इत्युक्ते विकल्पेन विसर्गस्य अर्धोच्चारणम् अर्धोच्चारणम् उभयत्र. अत्र किमस्ति, तत्र जिह्वामूलीयः इति इत्यनेन विसर्गस्य अर्धोच्चारणम् अर्ध उच्चारणमस्ति, अपि च उपध्मानीयः अपि तथा, नाम ककारः अथवा खकारः अस्ति चेत् यथावत् तिष्ठति विसर्गः, अथवा अत्र नूतनचिह्नमस्ति सर्वे पुरतः अस्ति खलु, दृश्यते खलु, तत्र तत्र जिह्वामूलीयः इति अर्धविसर्गः यथा भगिनी कृतवती सम्यक्तया. राम खादति तत्र मध्ये चिह्नमस्ति इति कृत्वा रामः खादति, रामः खादति, रामः पठति, अर्धविसर्गः इति विकल्पेन अस्ति. नो चेत् सामान्यतया वयं केवलं सन्धिमेव न तत्र नाम किमपि न कुर्मः, रामः खादति इति सामान्यतया अस्ति शास्त्रेषु, तत्र दृश्यते मध्ये मध्ये जिह्वामूलीयः उपध्मानीयः इति रूपद्वयमस्ति. हा अस्तु, तर्हि अग्रे अग्रे पश्येम. अत्र अजय महोदय, आम् महोदय, एकः प्रश्नः, यद्यपि ग्रन्थेषु विसर्गः दृश्यते तथापि अत्र विसर्गस्य अनन्तरं कख अस्ति चेत् अत्र अर्ध उच्चारणमेव कुर्मः किल महोदय? विसर्गः अस्ति चेत् पूर्णतया विसर्गस्य उच्चारणं भवेत्, रामः खादति. नाम तत्र विकल्पद्वयमस्ति प्रदर्शितं, तत्र द्वितीयविकल्पः तत्र सम्पूर्णरीत्या विसर्गः उच्चारणीयः इति वा प्रश्नः? आं महोदय, किमर्थं चेत् यथा गीताम् अथवा रामायणं पठामः तस्मिन् समये कुत्रचित् विसर्गः दृश्यते, परन्तु यदा उच्चारणं कुर्मः तदा तु अर्ध उच्चारणमेव कुर्मः इति अहं केनचित् श्रुतवान्, अतः पृच्छन्नस्मि. तत्र स्थानं स्थापितमस्ति वा, नाम यथा यया रीत्या अत्र लिखितमस्ति रामः खादति, अत्र मध्ये स्थानमस्ति न वा? तत्तु दृष्ट्वा वदामि महोदय. यतोहि यस्मिन् कुत्रचित् किं भवति, कुत्रचित् किं भवति यत् तत्र जिह्वामूल्यः इत्यस्य चिह्नं न उपलभ्यते तैः प्रकाशकैः इति कृत्वा केवलं सामीप्यं प्रदर्शितमस्ति, रामः तत्र विसर्गः अस्ति, तत्र इङ्गितमस्ति, सङ्केतः अस्ति यत् जिह्वामूल्यः इष्टः. इदानीम् अवगच्छामि महोदय. तथा भवितुमर्हति स्थानं न प्रदर्शितं चेत् मध्ये, मध्ये स्थानं नास्ति चेत् अत्र चिन्तयामः जिह्वामूल्यः वा उपमानीयः वा इति, अतः अर्धोच्चारणमेव. वस्तुतः एतत् चिह्नम् अपेक्षितमस्ति किन्तु केषाञ्चित् पार्श्वे न स्यात् इति. अस्तु जय महोदय, अग्रे. अधुना नूतनम् उदाहरणं हरिः खादति हरिः चिन्तयति. अत्र हरिः खादति इत्यस्मिन् वृत्तान्ते किं कार्यं भवति? पूर्वम् इकारः अस्ति इति कारणतः क्रमः भिन्नः स्यात् इति मा चिन्तयतु. प्रथमं सोपानम् आरोढव्यं. निसर्गस्य पुरतः कः वर्णः अस्ति? खकारः खरी अस्ति किल? तर्हि किं करणीयं, का खा पाप्थे इत्यनेन विसर्गः तिष्ठति इति, हरिः खादति, हरिः खादति इति भवति, विसर्गः तिष्ठति एव, तथैव हरिः चिन्तयति विसर्जनीयस्य सः खरि इत्यनेन, खरिः परे अस्ति, चकारः अपि अस्ति, चकारस्य स्थाने सकारः सत्वं भवति, हरिश्चिन्तयति इति भवति, यदा खर्वर्णः परे अस्ति तदा पूर्वं किमस्ति इति न द्रष्टव्यं, प्रथमे सोपाने खर्वर्णः विसर्गस्य पुरतः अस्ति चेत् विसर्गात् प्राक् किमस्ति इति मा पश्यतु इति दर्शनम्. वदतु किमस्ति इति. अत्र द्वे उदाहरणे अस्ति, हरिः खादति, हरिः चिन्तयति. हरिः खादति विसर्गस्य पुरतः इकारः अस्ति इति मा पश्यतु. अत्र चिन्तनीयमस्ति विसर्गस्य परतः कर् प्रत्याहारः खर् अस्ति वा इति चिन्तनीयमस्ति. यदि खः अस्ति चेत् विसर्गः तिष्ठति. द्वितीय उदाहरणं चास्ति, चर्चा अस्ति चेत् सकारः आगच्छति, सकारः श्रुत्वसन्धि भूत्वा सकारः आगच्छति. अत्र शोचनीयमस्ति पुरतः किमस्ति इति न चिन्तनीयम् इति दत्तमस्ति. पृष्ठतः पृष्ठतः किमस्ति इति न द्रष्टव्यमस्ति, पुरतः एव द्रष्टव्यमस्ति. बहु समीचीनमस्ति. नाम तत्र अस्माकं प्रथमं सोपानम्, अन्यत्र द्रष्टव्यं भविष्यति, किन्तु प्रथमे सोपाने अग्रे खर् प्रत्याहारे कश्चन वर्णः अस्ति चेत् तत्र पृष्ठतः कः वर्णः अस्ति इति न द्रष्टव्यमस्ति. अत्र उपायजनक तत्र अपायजनकविषयः कः इति चेत् बहूनां पार्श्वे किञ्चित् ज्ञानमस्ति, सम्पूर्णज्ञानं नास्ति, किञ्चित् त हरिः अस्ति. तत्र इकारं दृष्ट्वा मनसि आगच्छति यत् ओ अस्तु, तर्हि किं स्यात्, तत्र रेफः स्यात् अथवा अन्यत् किमपि भवेत् रेफः. किन्तु अग्रे खर् वर्णः यथा हरिः चिन्तयति, अत्र चकारः खर् प्रतिहारे अस्ति, अतः विसर्गात् पूर्वं इकारः उकारः एकारः यः कोऽपि वर्णः भवतु, नाम तत्र चकारः अस्ति इति कृत्वा विसर्गस्य स्थाने तालविषकार आदेशः, नाम सकारस्य अनन्तरं तालविषकारस्य आदेशः भविष्यति एव इति मनसि भवेत् तावदेव. इति मुख्यमस्ति. प्रथमे सोपाने किं द्रष्टव्यं, पुरतः खर् अस्ति न वा, अस्ति चेत् तदनुसृत्य कार्यं कर्तव्यमस्ति. पूर्वं किम् आसीत् इति न द्रष्टव्यमस्ति, न चिन्तनीयमस्ति. अस्तु, तर्हि अग्रे रत्ना भगिनी अग्रे. अत्र महोदय इकारस्य प्रभावः अस्ति, या ऋकारस्य प्रभावः, खर् खर् खर् प्रत्याहारे खकारः अथवा चकारः तावदेव द्रष्टव्यमस्ति. इति अग्रे अग्रे हरिः खादति, हरिः चिन्तयति, तत्र हरिः इत्यस्य इकारस्य न किमपि महत्त्वम्. अस्तु रत्नभगिनी. ध्येयं यत् शरी परे शकारः शकारः सकारः इत्येषु परेषु सहितायां विषये विसर्गसन्धिः वैकल्पिकः, अन्यथा खरि परे नित्य एव. अग्रे उदाहरणानि. विशिष्टः शीतलः, विशिष्टशीतला, क्षम्यतां, वृष्टिः शीतला, वृष्टिशीतला अथवा वृष्टिः शीतला. बालकः षष्ठः, बालकषष्ठः अथवा बालकः षष्ठः. सर्पः सरति, सर्पस्सरति अथवा सर्पः सरति. अत्र विसर्गात् अनन्तरं शरि इत्युक्ते शकारः, षकारः, सकारः भवति चेत् सन्धिः विकल्पेन कुर्मः. अन्यथा खरि इत्युक्ते शकार, सकार, षकार नास्ति चेत्, अन्यखरि वर्णाः सन्ति चेत् तदा नित्यः भवति सन्धिः. उदाहरणं दत्तम् अस्ति, वृष्टिः शीतला. अत्र विसर्गात् अनन्तरं शकारः अस्ति, अतः विसर्गः भवितुमपि, सन्धिः भवितुमपि अर्हति अथवा तथा एव स्थातुमपि अर्हति. विसर्गः तथा एव इत्युक्ते वृष्टिः शीतला अपि सम्यक् अथवा वृष्टिः शीतला इत्यपि सम्यक् एव. महोदय, अत्र अत्र प्रदर्शनमस्ति तत्र नाम अत्र एवं नास्ति यत् सन्धिः एव न कुर्मः. नाम इत्युक्ते संहितायां विषये अपि संहितायां विषये अपि वैकल्पिकः अस्ति. यथा उपरि हरिः चिन्तयति, इति तत्र सन्धिः वैकल्पिकः वाक्यस्तरे. तत्र सन्धिं नापि कर्तुं शक्नुमः. हरिः चिन्तयति, बालकः गच्छति. अत्र सन्धिः नास्ति एव, यतोहि सामीप्यं नास्ति. किन्तु अत्र किम् उच्यते यत् सामीप्यम् अस्ति चेदपि विकल्पः अस्ति. तत्र षकारः, षकारः, सकारः परः अस्ति चेत् सन्धिः वैकल्पिकः अस्ति. सामीप्यम् अस्ति चेदपि तदर्थं प्रकाशनम् अस्ति अत्र वृष्टिः शीतला. तत्र विसर्गः, तत्र स्थानं नास्ति मध्ये, तथापि तत्र तथापि परिवर्तनं न जातम्. अस्तु, अनन्तरं तथा एव बालकः षष्ठः, बालकषष्ठः अपि सन्धिः अस्ति. बालकः षष्ठः इत्यपि वक्तुं शक्नुमः, तत्रापि सन्धिकार्यम् अस्ति. द्विवारम् उच्चारणं कर्तव्यमस्ति किन्तु बालकषष्ठः. अस्तु, बालकषष्ठः, वृष्टिः शीतला. वृष्टिशीतला, समीचीनं. हा, सर्पः सरति, सर्पः सरति अथवा सर्पः सरति इति तदापि सन्धिकार्यं भवति अत्र. हा, समीचीनमस्ति. तर्हि अत्र मात्राद्वयमस्ति, वृष्टिशीतला, बालकषष्ठः, सर्पः सरति. वृष्टिशीतला, अस्तु, समीचीनमस्ति, स्पष्टमस्ति. तत्र वैकल्पिकमस्ति, अन्यत्र नित्यम्. अस्तु, पुस्तके किञ्चित् अभ्यासं कुर्मः प्रथमसोपानस्य. महोदय, क्षम्यतां पुनः. अत्र यदा अत्र विकल्पेन विसर्गः तिष्ठति तदानीम् उच्चारणभेदः अस्ति वा महोदय? यदा पृथक् लिखामः सामीप्यमस्ति, परन्तु उच्चारणभेदः नास्ति. विसर्गः पूर्णरीत्या अस्ति, नाम अत्र उच्चारणभेदः अस्ति यत् शीघ्रम् उच्चारणमस्ति, अतः किञ्चित् भेदः भवति वा? यथा वयं जिह्वमूलीयाः उपध्मानीयः कुर्मः तथा भवति वा? अत्रापि अर्ध उच्चारणं भवति वा, नो चेत् पूर्ण उच्चारणमेव करिष्य? हा, नाम तादृश नाम नामकरणं किमपि न दत्तमस्ति. वृष्टिशीतला, तत्र शीघ्रमेव तत्र अर्ध उच्चारणं श्रूयेत. नाम शीघ्रतया उच्चारणमस्ति इति कारणतः श्रूयेत. किन्तु औपचारिकरूपेण, फार्मलि औपचारिकरूपेण तत्र नामकरणं किमपि नास्ति. अस्तु, तर्हि अत्र इदानीं गीताप्रवेशे इदानीं कुत्र नवचत्वारिंशत्तमे पुटे, किञ्चित् कश्चन अभ्यासः अपेक्षितः अस्ति. अस्तु तर्हि रविप्रकाशमहोदय अस्ति वा? अस्मि महोदय, श्रूयते वा? पुस्तकं तत्र पाण्डवाः च इति यत्र एतत् सर्वं लिखितमस्ति तत्र नापेक्षितमस्ति. तत्र एवमेव यथा वयं पठितवन्तः तदनुसृत्य वदतु किं स्यात् अत्र. पाण्डवाः च महोदय, पाण्डवाः योग च विसर्गस्य परे चकारः अस्ति, चकारः खरि अस्ति, तत्कारणे सकारः आदेशः पाण्डवाश्च अनन्तरं स्थित्वं भूत्वा पाण्डवाश्च भवति. हा, बहु सुन्दरमस्ति. अस्तु द्वितीयं करोतु. उत्तमः योगछात्रः, अत्रापि विसर्गस्य परे छकारः खरि अस्ति, उत्तमश्छात्रः, तदनन्तरं छुत्वं भूत्वा उत्तमश्छात्रः भवति. तृतीयं घोरः ठङ्कार, योगठङ्कारः घोरष्ठङ्कारः, अत्र तु प्रथमं सकारः भवति, तदनन्तरं स्तुत्वं भूत्वा घोरष्ठङ्कारः भवति. किमिति महोदय? किमिति? हा, अग्रे अग्रे. हा, वदतु. दुर्योधनः योग तदा, दुर्योधनः योग तदा, विसर्गस्य परे तकारः खरि अस्ति, तत्कारणे दुर्योधनस्तदा सकारः आदेशः, तदनन्तरं श्रुत्वमपि नास्ति, श्रुत्वमपि नास्ति, यतोहि तकारः दन्त्यवर्णः अस्ति. सुन्दरं, तथैव बहु समीचीनमस्ति महोदय. अस्तु इदानीम् अग्रे राजी भगिनी अस्ति वा? आं महोदय. अग्रे पयः शीतलं, पयः शीतलम्, अत्र विसर्गस्य स्थाने सकारः आगच्छति, पयश, तदनन्तरं सकारस्य परे तावीशकारः अस्ति, इत्यनेन पयशीतलम् अपि भवितुम् अर्हति, विकल्पेन पयशीतलम् अथवा पयः शीतलं द्वयपि भवितुम् अर्हति. हा, अत्र शकारः खर् प्रत्याहारे अस्ति वा? आम्, शकारः खर् खर् प्रत्याहारे अस्ति, खरि अस्ति, अतः अतः किम्? अतः शकारस्य विसर्गस्य स्थाने शकारम् आदेशः भवति. कः आदेशः? शकारः, शकारः, पूर्वं सकारः, पूर्वं सकारः, तदनन्तरं शकारः आगच्छति. अतीव महत्वम् अस्ति अत्र. विसर्जनीयस्य सः, नाम सूत्रस्य सूत्रं द्रष्टव्यमस्ति. विसर्जनीयस्य सः खरि, कख पफेतु विसर्गः, विसर्जनीयस्य सः खरि, अत्र तालविषकः शकारः खर् प्रत्याहारे अस्ति, अतः आदेशः कः? सः. अनेन लाघवमस्ति, यदि कुत्रचित् शकारः षकारः सकारः तत्र जटिलम् उत्पद्यते, किन्तु मनसि किं खर् प्रत्याहारे कश्चन वर्णः पुरतः इति चेत् विसर्गस्य स्थाने सकारादेशः भवति सर्वत्र इति नियमः अस्ति. अनन्तरं सकारस्य प्रभावेन सकारस्थाने स्थित्वम् इति तालविषकारादेशः. इत्युक्ते दण्डिसकारः एव प्रथमं भवति, तदनन्तरं शकारस्य प्रभावेन शकारः अथवा षकारः भवितुम् अर्हति. हा, तालविषकारादेशः भवति. हा, बहु समीचीनमस्ति. अतः पयशीतलं, पयशीतलं अथवा पयः शीतलम्. हा, समीचीनम्. अस्तु द्वितीयं करोतु भगिनि. श्रीधरः योगः षष्ठः, श्रीधरषष्ठः अत्रापि षकारः खरीपरे अस्ति ततः विसर्गं षकारः भवति प्रथमम् अनन्तरं श्रुत्वसति सन्धि भूत्वा श्रीधरषष्ठः इति एकरूपं श्रीधरः षष्ठः इति अन्यरूपम् यतो हि शरि परे तत्र विसर्गः वैकल्पिकः इति उक्तं विसर्गसन्धिः अस्तु समीचीनमस्ति अग्रे भक्तः योगः सेवते भक्तस्सेवते अत्र अत्र सकारः करीपरे अस्ति ततोपि भक्त विसर्गः सकारः भवति दन्त्यसकारः भवति भक्तस्सेवते अथवा भक्तः सेवते इति रूपद्वयं भक्तस्सेवते सेवते अथवा भक्तः सेवते बहु समीचीनमस्ति इति प्रथमं सोपानं समाप्तमस्ति इति एव तावत् एव अस्ति इदानीं किन्तु अग्रे पुस्तके उदाहरणानि सन्ति पश्येम किमस्ति इति इदानीं जगन्नाथमहोदय अग्रे पठति वा सन्धि कुरुत तत्र ज्ञानिनः तत्त्वदर्शिनः ज्ञानिनः योगतत्त्वदर्शिनः अत्र विसर्गस्थाने सकार भवति अस्तु अत्र खरी नास्ति क्षम्यतां तर्हि नाम तत्र चिन्तनं किं चिन्तनविधिः तावदेव अहं पृच्छामि यत् तत्र ज्ञानिनः तत्त्वदर्शिनः इति दृष्टम् इति दृष्ट्वा किं चिन्तनीयमस्ति ओ स्तुत्वस्थन्दे न आरम्भतः वदतु अत्र भवतः मनसि बहु किमपि अस्ति इति भाति अत्र सारल्यम् अस्ति किमपि नास्ति अत्र प्रथमं सोपानमस्ति तत्र किं चिन्तनीयमस्ति ओ खरि अत्र नास्ति मृदु व्यञ्जनम् अस्ति कः वर्णः कः वर्णः ओ क्षम्यतां ज्ञानिनः अस्तु अस्तु अस्तु अकारम् एव अत्र महोदय एकनिमेषः अत्र कः वर्णः द्रष्टव्यः ज्ञानि विसर्गः विसर्गस्य पूर्वम् अकारः अस्ति किन्तु भवत् अस्माकं सिद्धान्तः न बुद्धः भवता इति भाति अस्माकं सिद्धान्तः न बुद्धः अत्र किं द्रष्टव्यमस्ति तत्र लक्ष्मीभगिनी किञ्चित् सहायं करोतु अत्र तत्त्वदर्शिनः इति पदे प्रथमवर्णः तकारः खर् प्रत्याहारस्थवर्णः यदि विसर्गात् अनन्तरं खर् प्रत्याहारस्थवर्णः अस्ति चेत् तदानीम् एव विसर्गस्य स्थाने सकारादेशः भवति यदि खर्वर्णः अस्ति वा इति न वा इति चिन्तनीयमस्ति अत्र अस्ति खर्वर्णः अत्र अस्ति खलु अस्माकं प्रथमे सोपाने किं द्रष्टव्यमस्ति विसर्गस्य अनन्तरं कः वर्णः स च वर्णः खर् प्रत्याहारे अस्ति वा इति सिद्धान्तः अतः तत्र जगन्नाथमहोदय पश्यतु तत्र ज्ञानिनः विसर्गात् पूर्वं यः वर्णः अस्ति तस्य किमपि न किमपि महत्त्वं नास्ति न द्रष्टव्यमेव अस्ति विसर्गस्य अनन्तरं यः तकारः खर् प्रत्याहारे अस्ति वा महोदय अस्ति नाम तत्र खर् प्रत्याहारे के वर्णाः वर्गीयव्यञ्जनेषु प्रथमसदस्यः द्वितीयसदस्यः च तथा दध न इति तवर्गे खर् प्रत्याहारस्थवर्णाः तकारः अत्र तकारः द्वयोः मध्ये अस्ति अतः विसर्गस्य स्थाने कः आदेशः सकारः आदेशः. तर्हि फलं किं वदतु? तर्हि ज्ञानिनस्त तत्त्वदर्शनः इति फलम्. ज्ञानिनः तत्त्वदर्शिनः इत्यस्य स्थाने पुनः उच्चारयतु. ज्ञानिन योग सकार सकार योग सकारयोग तत्त्वदर्शिनः इति ज्ञानिनस्तत्त्वदर्शिनः. हा, सुन्दरं, बहु समीचीनमस्ति. अस्तु, इदानीं द्वितीयं करोति वा? आम्, हनुमतः योगच्छत्रम्. अत्रापि खरि एव परे अस्ति. छवर्णः अस्ति, छकारः. तर्हि विसर्गस्य स्थाने सकारः भवति प्रथमे, तस्मात् परं श्चुत्वा सन्धेः प्रभावे शकारः भवति. हनुमतश्छत्रम् अथवा विकल्पमत्र न भवति. अस्तु, न भवति. अस्तु, तृतीयं करोतु. तृतीयं शिरः योगस्थिरम्. अत्रापि खरीपरे अस्ति. तर्हि अत्र सकारः. तर्हि विसर्गस्य स्थाने दन्त्यसकार भवितुं शक्नोति, नो चेत् विकल्पेन विसर्गः एव तिष्ठति. यथा शिरस्थिरं वा शिरः स्थिरम्. हा हा हा, अस्तु, बहु समीचीनमस्ति. अस्तु, तर्हि अग्रे गच्छेम. ब्रह्मण् अन्य कोऽपि करोति, यतोहि बहवः जनाः सन्ति. नीता भगिनी कर्तुम् इच्छति वा? भगिनी अस्ति. अस्तु, सुमित्रा भगिनी कर्तुम् इच्छति वा? आं महोदय, ब्रह्मणः त्रिविधः. प्रथमं द्रष्टव्यं विसर्गस्य अनन्तरं खर् वर्णः अस्ति वा न वा इति. खर् वर्णे एव अस्ति त्रिविधः इति, सकारः अस्ति. ब्रह्मणा त्रिविधः सकारः. सकारः भवति. ब्रह्मणस्त्रिविधः. अस्तु, समीचीनमस्ति. अत्र सकारस्य पुनः सन्धिः भवति वा अथवा सकारः एव तिष्ठति? हा, समीचीनं, बहु सम्यक् अस्ति. अस्तु, अग्रिमं करोतु. अग्रिमम् अस्ति भीष्मः शेते. विसर्गस्य अनन्तरं खर्वर्णः एव, अतः प्रथमं रूपमस्ति भीष्मशेते इति. सकारः शकारः भवति श्रुत्वसन्धिः भूत्वा. अनन्तरं विकल्पेन भीष्मः शेते इति अन्यरूपं भवितुमर्हति. हा हा, इति अस्ति. तर्हि भीष्मशेते इति रूपमस्ति यत्र सन्धिः भवति. सुन्दरं सुन्दरं. विलम्बेन अन्य के जनाः सन्ति? अन्य कोऽपि कर्तुम् इच्छति वा अग्रे? नामानि कोऽपि अस्ति वा? अस्तु, तर्हि बालसुब्रह्मण्यं वदतर अग्रे. कर्मयोगः च इति त्रिवर्णः, तस्मात् विसर्ग स्थाने दन्त्यसकारः आयाति. कर्मयोगश्च सकारः श्रुत्वसन्ति प्रकारेण सकारस्थाने तालव्यसकारः कर्मयोगश्च इति रूपम्। हा सुन्दरमस्ति, अस्तु अग्रे। कृष्णः योग उक्कुरः टक्कुरः टक्कुरः टक्कुरः सो कृष्णः टक्कुरः ट इति करि वर्णः सो विसर्गस्य स्थाने दन्त्यसकारः कृष्ण टक्कुरः सो तस्मष्टुत्वसन्धि कार्यं करोति। दन्त्यसकारस्य स्थाने शमूर्धन्यसकारः कृष्ण टक्कुरः इति रूपम्। हा समीचीनमस्ति, अस्तु अग्रे। तर्हि अत्र रामपि भगिनी अग्रे वदति वा। करपत्रं न अग्रे अग्रे पुस्तके तत्र अभ्यासः अस्ति। एतैः जिह्वामूलीः उपद्मानीयश्च इति एतैः कुलग्नानाम् अत्र रूपद्वयं भवति। एतैः कुलग्नानाम् इति अर्धोच्चारणं, द्वितीयरूपं भवति एतैः कुलग्नमस्ति। किम् इति वयं सर्वे पठितुं शक्नुमः, अत्र चिन्तनं किम्? ओहो कवर्गः इति जिह्वामूलीयः अस्ति। कर्व करी कर् प्रत्याहारे अस्ति चेदपि तस्य विसर्गस्य आदेशः न भवति, अतः अत्र अर्ध उच्चारणमेव रूपद्वयम् एतैः कुलज्ञानां तादृशमेव तिष्ठति विसर्गः। सूत्रं किं सूत्रं किं सूत्रमस्ति विसर्जनीयस्य, एकनिमिषम् अपि क्षम्यता, विसर्जनीयस्य सह करि ख ख पपे तु विसर्गः, ख पपे तु विसर्गः तादृशमेव तिष्ठति इति, अतः एतैः कुलज्ञानाम् एतैः कुलज्ञानाम् इति रूपद्वयम्। तत्र तत्र विकल्पेन अर्धविसर्गः नो चेत् यथावत् तिष्ठति। महोदय अर्धविसर्गः वदामः किन्तु तत्र सन्धिकार्यं नास्ति किल? सन्धिका इति सन्धिकार्यमस्ति किन्तु सकारादेशः नास्ति। सन्धि इति जिह्वामूलीयः इति सन्धिः इति वदामः किन्तु तत्र सामान्यसकारादेशः इति नास्ति। अस्तु भगिनि, ऋतिः। शब्दः योगः के, अत्र के अपि कर् प्रत्याहारे अस्ति, परन्तु यदा सूत्रं वदति ख ख पपे तु विसर्गः इति, अतः तादृशमेव तिष्ठति, रूपद्वयं भवति। ख शब्दः के शब्दः के इति रूपद्वयं भवति। हा सुन्दरम्, अस्तु रविप्रकाशमहोदय अग्रे। आं महोदय, मामकाः योग पाण्डवाः, मामकाः योग पाण्डवाः, मामकाः पाण्डवाः अथवा विकल्पेन मामकाः पाण्डवाः। हा किन्तु चिन्तनं किम्? अत्र लिखितमस्ति सर्वं। आम् चिन्तनं तु विसर्गस्य परे पकारः अस्ति, पकारः खरि अस्ति, परन्तु पाकापाफे इत्यनेन विसर्ग एव तिष्ठति। विसर्गस्य अर्धोच्चारणम् अथवा विकल्पेन पूर्णोच्चारणम् उच्चारणम्। हा हा इति अस्ति उपद्मानीयः इति विकल्पेन अर्धविसर्गः अस्ति, नो चेत् यथावत् तिष्ठति। अस्तु अग्रे अग्रे कृपणाः योग फलहेतवः, अत्र तु तथैव पूर्व उदाहरणं तथैव विसर्गस्य परे हकारः अस्ति, पकारः अपि उपध्मानीयः अस्ति, तत्कारणेन कृपणा फलहेतवः अथवा कृपणाः फलहेतवः इति विकल्पेन भवति। सुन्दरं महोदय, उपद्यमानीयुक्ते केवलं नामकरणमस्ति, जिह्वामूलीयः उपद्मानीयः इति नामकरणमस्ति, स च अर्धविसर्गः यत् चिह्नमस्ति तत्र पफयोः परयोः उपद्मानीयः इति नामकरणमस्ति। भवती जानाति खलु तत्र पारिभाषिकशब्दाः बहवः सन्ति, पाणिनिना नामकरणं दत्तमस्ति। अस्तु महोदय, परन्तु लेखनसमये वयं तु चिह्नं न लिखामः किल? पुनः किमिति? लेखनसमये द चिह्नम् उपद्मानीयः अथवा जिह्वामूलीयः चिह्नं किमर्थं न लिख्यते? किमर्थं नो चेत् कथं जानीमः किम् इष्टं न लेखनीयं वा? अहं न दृष्टवती, अतः अहं पृच्छामि। भवति यथा सुब्रह्मण्यमहोदय तत्र उक्तवान्, तत्र बहुषु ग्रन्थेषु एतादृशचिह्नं प्रायः न लभ्येत। भवति दृश्यते, कुत्रचित् भवति। अस्तु, इति प्रथमं सोपानं समाप्तं, सर्वेषां मनसि स्पष्टता आगता इति भाति। खरीपरे इति मुख्यम्, अस्माकं प्रथमं कार्यं किं विसर्जनीयस्य सः खरि कखपफेतुविसर्गः खरि इति प्रथमं केवलम् अग्रे द्रष्टव्यमस्ति, पूर्वं न द्रष्टव्यमस्ति। अस्तु, अग्रे पश्येम तर्हि। इदानीं द्वितीयं करपत्रे द्वितीयं राजी भगिनी तु उच्यते, महोदय क्षम्यताम्, अत्र जालपुटे नास्ति, जालपुटे तत् चिह्नं नास्ति। किं नास्ति? उपद्मा अस्ति, अस्ति उपद्मा, अग्रे गच्छेम अनन्तरं पश्यतु। द्वितीयं सोपानं, विसर्गात् पूर्वं कः वर्णः? हरिः धावति। अत्र विसर्गस्य पुरतः कर् वर्णः अस्ति वा? नास्ति किल, अतः अस्मिन् उदाहरणे प्रथमसोपानस्य कार्यं नास्ति। द्वितीयसोपाने विसर्गात् पूर्वं किम् अस्ति इति द्रष्टव्यम्। हरिः धावति, अत्र विसर्गात् प्राक् कः वर्णः अस्ति? इकारः। इकारः इच् प्रत्याहारे अस्ति, अतः इच् वर्णः इति वदामः। माहेश्वरसूत्राणाम् अन्यतमः प्रत्याहारः अयम् इच्। इचि अकारम् आकारं च विहाय सर्वे स्वराः अन्तर्भूताः। विसर्गात् पूर्वम् इच् वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने रेपः भवति इति नियमः अत्र। इदानीं द्वितीयं सोपानं, विसर्गस्य अनन्तरं यदि कर्वर्णः नास्ति चेत् तर्हि वयं द्वितीयसोपानं गच्छामः। कर्वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने सकारः भवति। इदानीं कर्वर्णः नास्ति इति कृत्वा विसर्गस्य पूर्वं कः वर्णः अस्ति इति, विसर्गस्य पूर्वम् इच् प्रत्याहारस्य कश्चन वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने रेपः भवति। इच् प्रत्याहारे तु सर्वे स्वराः अकार आकारविहाय। बहु समीचीनमस्ति भगिनि। अग्रे उपरि पश्यन्तु सर्वे, अत्र एकम् उदाहरणमासीत् उपरि, हरिः खादति। अत्र हरिः अस्ति इति दृष्ट्वा बहवः जनाः दोषं कुर्वन्ति, दोषं कुर्वन्ति यत् अस्तु तत्र इकारः अस्ति अतः रेफः, किन्तु प्रथमं सोपानम् अवश्यं द्रष्टव्यमस्ति. खकारः खरि अस्ति इति कृत्वा अत्र रेफः न भवति. किन्तु इदानीम् अग्रिम इदानीं हरिः धावति इति द्वितीयम् उदाहरणमस्ति. हरिः धावति, अत्र धकारः खर्पत्याहारे अस्ति वा विद्याभगिनी? नास्ति, हश् वर्णः धकारः. हा, हसि अस्ति न तु खरि, हसि अस्ति. सर्वोपरि वयं दृष्टवन्तः तत्र विभागद्वयमस्ति, खर् अपि च हस्. महेश्वरसूत्रेषु तत्र ह इत्यस्मात् आरभ्य शपर्यन्तं, जबगडदश् इति शपर्यन्तं, नाम पञ्चमवर्गः, पञ्चमसदस्यः, चतुर्थसदस्यः, तृतीयसदस्यः, अपि च हयवर ल इति हश्. तर्हि धकारः तत्र अस्ति, न तु खरि. अस्तु, सुब्रह्मण्यमहोदय, तत्र अग्रे किमस्ति द्वितीयं भाट्टसूत्रम्? आं महोदय, द्वितीयं भाट्टसूत्रम्, इतः परस्य विसर्जनीयस्य रेफः अखरि, इतः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, विसर्जनीयस्य षष्ठ्यन्तं, रेफः प्रथमान्तम्, अखरि सप्तम्यन्तम् इति. सारांशः, इच् वर्णात् अग्रे यः विसर्गः अस्ति तस्य स्थाने रेफः भवति, विसर्गात् अग्रे अखर् वर्णः अस्ति चेत्. इच् इत्युक्तौ अकारम् आकारं वर्जयित्वा सर्वे स्वराः. अखरि नाम अग्रे खर् वर्णाः न भवेत् इत्यर्थः. परे खर् वर्णः अस्ति चेत् प्रथमसोपानम् आरोढव्यम् इति आशयः. विसर्गात् अग्रे खर् वर्णः नास्ति चेत् अपि च विसर्गात् पूर्वम् इच् वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने रेफः भवति इति द्वितीयसोपानम्. इदानीं विषयः अस्ति विसर्गस्य पुरतः खर् वर्णः अस्ति चेत् प्रथमसोपानम्. इदानीं तदनन्तरं यदि विसर्गस्य पूर्वं कः वर्णः विसर्गात् पूर्वं कः वर्णः अस्ति इति विषयः. यदि विसर्गात् पूर्वम् इच् प्रत्याहारस्य कश्चन वर्णः अस्ति तर्हि विसर्जनीयस्य स्थाने रेफः आगच्छति. परन्तु अत्र अन्यः अन्यनिमित्तमपि अस्ति, तदस्ति विसर्गस्य अनन्तरं खर् वर्णः नास्ति चेदेव एतस्य प्रसक्तिः इति. इति अस्ति नाम. किन्तु किं यदा चिन्तनक्रमः भवति अस्माभिः किं द्रष्टव्यं प्रथमं? प्रथमं तु विसर्गस्य अनन्तरं कः वर्णः अस्ति इति चिन्तनीयं. यदि विसर्गस्य अनन्तरं खर् वर्णः अस्ति तर्हि प्रथमसोपानं करणीयं. विसर्गस्य अनन्तरं खर् वर्णः नास्ति तर्हि इदानीं चिन्तनक्रमः भवति विसर्गस्य अनन्तरं खर् वर्णः नास्ति इत्युक्ते अखर् वर्णः अस्ति इति. अनन्तरं द्रक्ष्यामः विसर्गस्य पूर्वं कः वर्णः अस्ति. यदि विसर्गस्य पूर्वं खर् वर्णः विसर्गस्य पूर्वम् इच् प्रत्याहारस्य वर्णः इत्युक्ते अ विहाय सर्वे स्वराः इदानीम् अस्ति सन्ति चेत् इदानीमस्ति अहा, विसर्गस्य स्थाने रेपः आदेशः भवति इति. यथा उदाहरणम् उपरि दत्तम् अत्र हरिः धावति इति, अत्र विसर्गस्य अनन्तरं धकारः अस्ति तत्तु खर् प्रत्याहारस्य वर्णः न, विसर्गस्य पूर्वम् इकारः अस्ति तत्तु इच् प्रत्याहारस्य वर्णः. अतः एतस्य सूत्रस्य प्रसक्तिः इचः परस्य विसर्जनीयस्य रेफः अकरि भूत्वा अत्र विसर्गस्य स्थाने रेपः भवति, अतः हरिर्धावति इति रूपं निष्पन्नं भवति. हा, सुन्दरं, बहु सुन्दरमस्ति, तथैव अस्ति. हा, सर्वे अवगतवन्तः तत्र हरिर्धावति, रीर्झावति इति अस्ति, ध खरि नास्ति, इकारः इचि अस्ति, अतः रेफः. अस्तु, इदानीम् अग्रे पश्यामः किमस्ति इति. अग्रे अस्तु, इदानीं रत्नभगिनी अग्रे पठति वा? अभ्यासः महोदय, करपत्रे. अस्तु, रामैः धाव्यते, अत्र विसर्गात् अनन्तरम् अखरि अस्ति, अखरि अस्ति, अनन्तरम् अखर् अस्ति, अनन्तरं विसर्गात् पूर्वं किम् अस्ति इति द्रष्टव्यं. तत्र इच् वर्णः अस्ति, इत्युक्ते अ त्यक्त्वा अन्ये स्वराः इच् भवन्ति, अतः इचि भवन्ति, अतः रेफः आगच्छति, रामैर्धाव्यते इति भवति. बहु समीचीनमस्ति. हा, चिन्तनं. सर्वप्रथमं विसर्गात् अग्रे खर् वर्णः अस्ति वा? नास्ति किल, यतः धकारः हषि अस्ति, न तु खरि. तर्हि द्वितीय सोपानं गन्तव्यं. विसर्गात् प्राक् कः वर्णः अस्ति? ऐकारः किल, स च ऐकारः इच् वर्णः अस्ति वा? आम्, यतः अभिन्नाः सर्वे स्वराः इच् वर्णाः सन्ति, अतः विसर्गस्य स्थाने रेफः रेफ आदेशो भवति. रामैः धाव्यते, रामैर्धाव्यते इति भवति. हा, समीचीनमस्ति. अस्तु, इदानीं अजय महोदय अग्रे. गुरोः अनुग्रहः विसर्गस्य पुरतः खर्वर्णः अस्ति वा? न किल, अकारः स्वरः अस्ति, सर्वे खर्वर्णाः व्यञ्जनानि एव. तर्हि कर् अभावे द्वितीयसोपानं गन्तव्यं. विसर्गात् प्राक् यः ओकारः सः इच्वर्णः अस्ति वा? अकारभिन्नत्वात् इच् अस्ति किल, तर्हि द्वितीयसोपानस्य अनुगुणं विसर्गस्य स्थाने रेफः क्रियताम्. गुरोः अनुग्रहः इति गुरोरनुग्रहः भवति. अत्र चिन्तनीयं विसर्गस्य अनन्तरं किमस्ति, खर् वा न इति चिन्तनीयम्. अत्र अकारः खर्व प्रत्याहारे नास्ति, अतः विसर्गस्य पूर्वं किमस्ति इति द्रष्टव्यम्. पूर्वम् ओकारः, ओकारः इच् वर्णः इच् प्रत्याहारे अस्ति. अत्र द्वितीयसोपान सूत्रं इचः परस्य विसर्जनीयस्य रेफः अखरि इति सूत्र इत्यनेन विसर्गस्य स्थाने रेफः भवति, गुरोरनुग्रहः इति भवति. हा, समीचीनमस्ति. अस्तु, अग्रे राधिका भगिनी अस्ति. अस्तु, तर्हि रविप्रकाशमहोदय. हा महोदय. एवं च एतावता. एवं च एतावता सोपानद्वयम् अस्माभिः परिशीलितम्. यदा कदापि विसर्गसन्देहः अवसरः उदेति तदा सर्वप्रथमं प्रथमसोपानम् आरोढव्यं, नाम विसर्गात् अग्रे खर्वर्णः अस्ति वा इति प्रष्टव्यम्. आम् इति उत्तरे प्राप्ते विसर्गस्थाने सकारादेशः अपेक्षितः. तत् अकृत्वा साक्षात् द्वितीयसोपानं गच्छामश्चेत् तर्हि हरिः चिन्तयति दृष्ट्वा हरिर्चिन्तयति इति अशुद्धं फलं प्राप्स्यामः. अत्र किमर्थं रेफः न करणीयः? यतः प्रथमसोपाने कार्यं समाप्तम्, अतः द्वितीयसोपानं प्रति न गन्तव्यम्। प्रथमसोपाने यदा कार्यं न भवति तदा एव द्वितीयसोपानम् आरोढव्यम् इति क्रमः। अतः आदौ प्रथमसोपानम् अवश्यं द्रष्टव्यं, द्वितीयसोपानं प्रति न भावनीयम् इति। प्रथमसोपाने कार्यं नास्ति चेत् द्वितीयसोपाने विसर्गात् प्राक् इच् वर्णः प्राप्यते चेत् विसर्गस्थाने रेफादेशः भवति इति क्रमः। वदतु अत्र किं लिखितमस्ति? अत्र तु विषयः अस्ति प्रथमसोपानस्य प्रथमसोपानस्य उपयोज्यं कर्तुं शक्यते चेत् अवश्यम् उपयोगं करणीयम्। विसर्गस्य परे कर् अस्ति चेत् सर्वदा प्रथमसोपानस्य महत्वम् एव। इति अस्ति, तत्र तादृशदोषः न स्यात्। हरि तत्र इकारः इचि अस्ति इति दृष्ट्वा द्वितीयसोपानं न धावनीयमिति खलु? अस्तु, इति अखर् अस्ति चेत् पूर्वे किम् अस्ति तत् प्रष्टव्यं, पूर्वे इच् अस्ति चेत् द्वितीयसोपानम् उपयोगं कर्तुं शक्यते। इति अस्ति, बहु समीचीनमस्ति महोदय। अस्तु, सुमित्रा भगिनी अस्ति वा? आं महोदय, अग्रे पठति वा अधुना नूतनम् उदाहरणम्? अधुना नूतनम् उदाहरणं बालाः तिष्ठन्ति, विसर्गात् प्राक् आकारं दृष्ट्वा एवं मा चिन्तयतु यत् अस्माकं क्रमः कथञ्चित् भिन्नः स्यात्। विसर्गस्य पुरतः खर्वर्णः आम् किल, अतः किं भवति? बालाः तिष्ठन्ति, प्रथमसोपानानुगुणं सकारादेशे भवति। यथा विसर्गात् पूर्वम् आकारं दृश्यामः, अनन्तरं खर्वर्णः अस्ति, अतः सकारः एव आदेशः। समीचीनमस्ति, अत्रापि बहूनां दोषः भवति, य आकारं दृष्ट्वा, अतः इच् वर्णं दृष्ट्वा अथवा आकारं दृष्ट्वा शीघ्रमेव अग्रे धावनीयमिति न स्यात्। यतोहि अग्रे तिष्ठन्ति इति तत्र तकारः खरि अस्ति, तकारः खरि इति अस्ति इति कृत्वा सुप्रथमसोपानमेव अनेन अस्माकं कार्यं समाप्तम्। अस्तु, किञ्चिदेव अभ्यासं कुर्मः। इदानीं तत्र पुस्तके पश्येम अत्र निराशीः इति पञ्चाशतमे पुटे अस्ति तत्र। अस्तु, विद्याभगिनी वदतु कृपया। निराशीः योगः अपरिग्रहः, विसर्गस्य अनन्तरम् अकारः अस्ति, कर्वर्णः नास्ति, विसर्गस्य पूर्वम् ईकारः अस्ति, ईकारः इच् प्रत्याहारे अस्ति इति कृत्वा तत्र विसर्गस्य स्थाने रेपः आदेशः भवति। निराशीर्परिग्रहः इति भवति। निराशीर् अपरिग्रहः, क्षम्यताम्, पुनः उच्चारयतु। निराशीरपरिग्रहः इति अस्ति, बहु समीचीनमस्ति। अस्तु, बालसुब्रह्मण्यं महोदय तत्र द्वितीयं करोतु। बन्धुः योग आत्मा, बन्धुः आत्मा इति अकरवर्णः, बन्धुः उकारः अस्ति। न प्रथमं किं प्रथमं द्रष्टव्यमस्ति? प्रथमम् आत्मा इति आकारवर्णः, अकरवर्णः। आकारः कीदृशः? किं चिन्तनीयमस्ति? अत्र आकारः तत्र खर् प्रत्याहारे अस्ति वा? नास्ति. नास्ति इति प्रथमं कार्यं. यदि स्यात् तर्हि कार्यं समाप्तमस्ति. खर् प्रत्याहारे स्यात्, अत्र आकारः खर् प्रत्याहारे नास्ति, अतः तदनन्तरं किं द्रष्टव्यम्? तस्मात् उकारः इच् वर्णः अस्ति अस्ति वा न वा इति द्रष्टव्यम्. अस्ति वा? अस्ति, उकारः अस्ति, इच् वर्णः अस्ति. सो विसर्गस्थाने रेपः भवति. बन्धुरात्मा इति. हा, बन्धुरात्मा. तत्र सिद्धान्तः कः? इच्छः परस्य विसर्जनीयस्य रेफः अखरी. अत्र अखरी इति प्रथममस्ति. आकारः खर् प्रतिहारि नास्ति, अनन्तरम् उकारः इच् अस्ति, इच्छि अस्ति इति कृत्वा रेफादेशः बन्धुरात्मा. अस्तु, तृतीयमस्ति. सुब्रह्मण्यमहोदय करोतु. महोदय, अघायुः योगः इन्द्रियारामः. अत्र प्रथमम् अत्र इन्द्रियारामः इत्यस्मिन् पदे प्रथमवर्णः इकारः, तद् वर्णः खरि नास्ति, खर् प्रत्याहारस्थवर्णः न. अतः इदानीं प्रथमसोपानं त्यक्त्वा द्वितीयसोपानम् आगमिष्यामः. अत्र द्वितीयसोपाने अत्र अखरि इति अस्ति, अतः एतत्तु समीचीनमेव. अपि च विसर्गस्य पूर्वं, विसर्गात् पूर्वं उकारः अस्ति, तत्तु इच् प्रत्याहारस्य वर्णः. अतः द्वितीयसोपानस्य प्रसक्तिः अपि च कार्यम्. इचः परस्य विसर्जनीयस्य रेफः अखरि, अतः विसर्गस्य स्थाने रेपादेशः भवति. अतः अघायुरिन्द्रियारामः इति रूपं निष्पन्नं भवति. हा, बहु समीचीनमस्ति. नाम यत्र यत्र अग्रे यः स्वरः अस्ति, स्वरः अस्ति चेत् अ आ इ इति खर् नास्ति इति कृत्वा, पूर्वम् इच् अस्ति चेत् रेफः इति समयस्य अभावे संक्षेपे वदामि. इदानीं लक्ष्मीभगिनी अग्रिमेपुटे उदाहरणं पश्यतु. प्रकृतिजैः, प्रकृतिजैः योगः गुणैः. अत्र गुणैः, गुणैः तत्र गकारः खर् प्रत्याहारस्थवर्णः. हश्वर्णः एव. अनन्तरं जैः, अत्र विसर्गात् पूर्वं ऐकारः अस्ति, तत्तु इच् वर्णः. तदर्थम् अत्र अखरिवर्णः परः अस्ति, अखर्वर्णः. पूर्वम् इच् वर्णः अस्ति, विसर्गात् पूर्वम् इच् वर्णः अस्ति, तदर्थं विसर्गस्य स्थाने रेफादेशः भवति. तदनुगुणं प्रकृतिजैर्गुणैः इति आगच्छति. हा, बहु सुन्दरमस्ति. अस्तु, एकम् इतोपि एकं कुर्मः, अनन्तरं समापयामः. अत्र जगन्नाथमहोदय वदति वा? आम्, तैः योग दत्ता. कुत्र? न, अत्र प्रपश्यद्भिः. ओ, प्रपश्य, अस्तु अस्तु. प्रकृतेः यो द्वितीयम्. ओ, अस्तु. ओ, प्रपश्यद्भिः योगजनार्दनः. अत्र प्रथमसोपाने खरि वा अखरि वा, अत्र तु अखरि. हश् प्रत्याहश् प्रत्याहार. कः वर्णः? तर्हि तस्य पूर्वं, हरि ओं, कः कः वर्णः द्रष्टव्यः? जकारः. जकारः अखरि. तस्य पूर्वं प्रपश्यद्भिः, अत्र तु इच् वर्णः अस्ति वा द्वितीयसोपानम्. आम् अस्ति, एतत् इकारः भवति विसर्गस्य पूर्व, तर्हि विसर्गस्य स्थाने रेफादेशो भवति, तर्हि प्रपश्यद्भिर्जनार्दन इति अस्ति। अस्तु, बहु समीचीनमस्ति इति अस्माकं तत्र प्रथमसोपानद्वयपर्यन्तम् अस्माभिः अधीतमस्ति अद्य। सर्वे करपत्रे यत् अस्ति तत्र पुनः पठन्तु अपि च अभ्यासं कुर्वन्तु अस्मिन् सप्ताहे, इतः अग्रे अग्रिमे सप्ताहे। तर्हि धन्यवादः सर्वेषां, नमस्कारः। धन्यवादः महोदय। धन्यवादः।